अस्तु, तर्हि गतवर्गे उद्देशविधेयभावविषये अन्तिमा एका चर्चा जाता. तस्यां चर्चायाम् अवशिष्टकेषाञ्चन अंशानां परिशीलनं सञ्जातम् आसीत्. तत्र च परिशीलितं यत् उद्देशविधेयभावः विशेषणविशेष्यभावः तु वक्तुः इच्छानुगुणमेव भवति. वाक्यं दृष्ट्वा, प्रसङ्गं दृष्ट्वा, वाक्यस्य तात्पर्यं दृष्ट्वा एव उद्देशविधेयभावः वा विशेषणविशेष्यभावः वा इति निर्णेतव्यः इति दृष्टमासीत् तस्मिन् सन्दर्भे. अधुना सुन्दरः बालकः, बालकः सुन्दरः, उभयोः वाक्ययोः विशेषणविशेष्यभावः अथवा उद्देशविधेयभावः भवितुम् अर्हति. वक्तुः इच्छा अथवा विवक्षां दृष्ट्वा एव निर्णेतुं शक्नुमः. बालकः सुन्दरः इति वदनस्य समये बालकं ज्ञात्वा आदौ एव तस्मिन् सुन्दरताख्यगुणम् आरोप्यते चेत् तत्र उद्देशविधेयभावः, नो चेत् विशेषणविशेष्यभावः. सुन्दरबालकः इति वदति चेत् तत्र सुन्दरगुणेन बालकस्य परिचयः जातः इति चेत् तत्र विशेषणविशेष्यभावः इति वयं परिशीलितवन्तः इति एकः अंशः आसीत्. अपरः अंशः आसीत् अस्माकम् उदाहरणं तु आसीत् आधेयताश्रयः यज्ञदत्तः इति. तर्हि सामान्यतया लोकव्यवहारे किं पश्यामः इति चेत् उद्देशविधेयभावस्थले उद्देश्यवाचकपदं प्रथमम् आयाति. यथा वृक्षः उन्नतः इत्यस्मिन् वृक्षः उद्देश्यः, तस्मिन् औन्नत्यम् इति गुणः आरोप्यते. तर्हि तत्र पश्यामः यत् उद्देश्यः उद्देश्यवाचकपदं प्रथमम् आयाति उद्देशविधेयभावस्थले. परन्तु अत्र आधेयताश्रयः यज्ञदत्तः इति स्थले तु आधेयताश्रयपदं तु आदौ अस्ति, यज्ञदत्तः अनन्तरमस्ति. किञ्च तत्र विवक्षां दृष्ट्वा यः कोऽपि यज्ञदत्तम् आदौ एव ज्ञात्वा तस्मिन् आधेयताश्रयत्वं स्थापयति इति प्रसङ्गः चेत् तथा तस्मिन् सन्दर्भे आधेयताश्रययज्ञदत्तः इति उद्देशविधेयभावः एव भवति, नो चेत् न इति वार्ता अस्माभिः दृष्टा आसीत्. अपरः विषयः आसीत् विशेषणविशेष्यभावस्थले यद्यपि यल्लिङ्गं यद्वचनं या च विभक्ति इति श्लोकेन वदामः यत् विशेषणविशेषभावयोः समानलिङ्गत्वं, समानविभक्तिकत्वं, समानवचनत्वम् इति सर्वमस्ति, तथापि विवक्षाविशेषणविशेष्यभावः इति अस्ति चेत् विशेषणविशेषभावयोः लिङ्गं समानं नास्ति चेदपि तत्र विशेषणविशेष्यभावः सिद्ध्यति इति एकम् उदाहरणं दृष्टमासीत्. उदाहरणत्वेन दशरथपुत्रः रामः इति स्वीकृतमासीत्. तत्र पुत्रः अपि पुंलिङ्गे, रामः अपि पुल्लिङ्गे, किन्तु अपत्यम् इति स्थापयित्वा तत्र दशरथापत्यं रामः इति अपि वक्तुं शक्यते. अपत्यम् इति नपुंसकलिङ्गपदम्, तथापि तत्र विशेषणविशेषभावः सिद्ध्यति इति अपरः विषयः आसीत्. तर्हि अन्ततो गत्वा आहत्य द्वयोः पदयोः यत्र एकार्थबोधकत्वं, समानविभक्तिकत्वम् इति चेत् समानाधिकरण्यमस्ति, समानाधिकरण्यमस्ति चेत् कर्मधारयसमासः अस्ति. तर्हि विशेषणविशेषभावस्थले प्रथमतया तत्पुरुषसमासः विधीयते, तदनन्तरं तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयसमासः विधीयते इति करपत्रस्य अन्ते दृष्टमासीत्. उद्देशविधेयभावस्थले तु समासविधायकं सूत्रमेव नास्ति इति कृत्वा कर्मधारयसमासः अपि न सम्भवति इति प्रमुखः भेदः आसीत् उभयोः मध्ये. ततः अग्रे गत्वा पुनः विद्याधर्यां गुणस्य लक्षणं क्रमं प्राप्य तत्र गुणानां परिशीलनं जायमानमासीत् तत्र. अधुना परत्वम् अपि च अपरत्वम् इति गुणद्वयं परिशीलयन्तः स्मः. तत्र च लक्षणवाक्यमासीत् परापरव्यवहारासाधारणकारणे परत्वापरत्वे. इत्युक्ते परः अथवा अपरः, परम् अपरम् इति ज्ञानजनकशब्दप्रयोगः यत्र भवति तत्र व्यवहारः इति उच्यते. तादृशव्यवहारस्य असाधारणकारणद्वयं भवति, परत्वम् अपि च अपरत्वम् इति. यत्र परः इति व्यवहारः भवति अथवा परमिति, तत्र परत्वम् इति गुणेन एव तादृशप्रयोगः अथवा व्यवहारः भवति. अपरः, अपरम्, अपरा इत्यादिकं तु अपरत्वम् इति गुणेन भवति इति दृष्टमासीत्. अपि च परत्वम् अपरत्वं पञ्चसु द्रव्येषु वर्तन्ते. तर्हि रामप्रिया भगिनी स्मारयति वा पञ्चसु केषु द्रव्येषु इति? आं भगिनि, पृथ्वी, जलं, तेजसि, वायौ, अनन्तरं मनः. हा, बहु समीचीनमस्ति. तर्हि पृथ्वी, जलं, तेजः, वायुः, पृथिव्यादिचतुष्टयम् इत्यनेन एतानि चत्वारि द्रव्याणि गृहीतानि भवन्ति. तेषु अपि च मनसि परत्वम् अपरत्वं वर्तते. तर्हि भगिनी एव वदतु, विभूद्रव्येषु वर्तते वा, वर्तेते वा परत्वम् अपरत्वं च? विभूद्रव्येषु आकाशः, कालः, दिक् दिक् आत्मा इति विभूत्मा अत्र न किल. हा हा, समीचीनं. विभूद्रव्ये आकाशादौ इति उक्तम्, इत्युक्ते आकाशः, कालः, दिगात्मा एषु चतुर्षु न वर्तते इति. अतः एषु चतुर्षु परत्वम् अपरत्वम् इति व्यवहारः अपि न सम्भवति इति उक्तमासीत्. परत्वापरत्वस्य पुनः द्वैविध्यं कल्पितम्. एकमस्ति दिक्कृतम्, अपरं च कालकृतम्. गते वर्गे तु दिक्कृतं परत्वापरत्वं परिशीलितम् आसीत्. दूरस्थे पदार्थे दिक्कृतं परत्वं, समीपस्थे पदार्थे दिक्कृतम् अपरत्वम् इति अस्ति. दूरमस्ति चेत् सः पदार्थः परः, समीपमस्ति चेत् सः पदार्थः अपरः इति वार्ता. पुस्तके तु यज्ञदत्तः, पुस्तके चित्रमस्ति, तत्र यज्ञदत्तम् आदाय यज्ञदत्तस्य अपेक्षया कः परः, कः अपरः इति किञ्चित् परिशीलनं सञ्जातमासीत्. तत्र हा, सावित्री भगिनी किञ्चित् स्मारयते वा तत्र कथं निर्णीयन्ते इति? आं भगिनि, यथा भवती उक्तवती दूरस्थे परत्वं, समीपस्थे अपरत्वं, परन्तु नैयायिकमतानुसारे किञ्चित् मापनं भवतु इति विचिन्त्य तत्र चित्रे दर्शितमस्ति, यज्ञदत्तः अस्ति, तस्य समीपे मैत्रः, किञ्चित् दूरे चैत्रः, दिशि अनुसृत्य प्राच्यां दिशि सः द्रष्टः पश्यति. यदा वयं किञ्चित् काष्ठफलकान् स्वीकुर्मः, येषां काष्ठफलके समान स्थौल्यम् अस्ति, तेषां स्वीकृत्य यज्ञदत्तात् आरभ्य स्थापयामः चेत् केचन एव पर्याप्तं भवति मैत्रपर्यन्तं गन्तुम्, अपि च इतोपि अधिकम् अपेक्षितं चैत्रपर्यन्तं गन्तुम्. तत्र लिखितमस्ति यत् यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति, तत्र एव अपरत्वम् उत्पद्यते. यद्देशपर्यन्तं गन्तुम् अधिकाः फलकाः आवश्यकाः, तत्र परत्वम् उत्पद्यते इति कृत्वा यः चैत्रः, चैत्रपर्यन्तं गन्तुं केचन फलकाः एव पर्याप्तं भवति, तदर्थं मैत्रे अपरत्वम् उत्पद्यते, अपि च चैत्रपर्यन्तं गन्तुम् अधिकाः फलकाः अपेक्षितं मैत्रापेक्षया, तदर्थं मैत्रे चैत्रे परत्वम् उत्पद्यते. सापेक्षिकगुणौ द्वौ, मैत्रापेक्षया चैत्रः अपरः यज्ञदत्ता दृष्ट्या, यज्ञदत्तस्य दृष्ट्या, अपि च चैत्र अपेक्षया मैत्रः अपरः, सन्निकृष्टः अथवा अपरः, चैत्रः विप्रकृष्टः अथवा परः, बहु सम्यक् अस्ति भगिनि, तथैव अस्ति. अपि च वर्गे भवती उक्तवती खलु प्राति प्रतीचि इति विपरीतत्वेन प्रदर्शितं चित्रे इति, तथा मम अपि चिन्तनम् आसीत्, किन्तु यज्ञदत्तम् अभिमुखं स्थित्वा पश्यामश्चेत् विपरीतत्वेन दृश्यते, किन्तु यज्ञदत्तस्य दृष्ट्या तत् समीचीनम् एव. टर्न् यो बेक् टु यज्ञदत्तः देन् प्रायः प्राची प्रतीचि. किञ्चिदपि परिवर्तनं न भवति, प्राची भवतु प्रतीचि भवतु चित्रे. आं भवती यद् उक्तवती तत् सत्यमेव. तर्हि आम् चित्रे तु मैत्रः एव समीपस्थः, तर्हि सः परः, चैत्रः एव दूरस्थः, तर्हि सः परः अथवा परत्ववान् इति वार्ता आसीत्. अग्रे गत्वा इदानीं का वदति प्रायः सन्ध्या भगिनी, इदानीं यज्ञदत्तम् एव प्राच्याम् आनयामश्चेत् तत्र का गतिः भवति? तत्र यज्ञदत्तस्य इदानीं यदि स्थलपरिवर्तनं भवति तर्हि तर्हि इदानीं यदि यज्ञदत्तः प्रतीच्यां नास्ति परन्तु प्राच्यां भवति, तर्हि यज्ञदत्तात् आरभ्य यदि काष्ठफलकान् स्थापयामः इदानीं चैत्रपर्यन्तम् आगन्तुं न्यूनाः काष्ठाः आवश्यकाः भवन्ति, अग्रे मैत्रपर्यन्तं गन्तुम् अधिकाः आवश्यकाः भवन्ति फलकाः, अतः चैत्रपर्यन्तं गन्तुं न्यूनः आवश्यकः इति कृत्वा चैत्रे इदानीम् अपरत्वम् अस्ति, मैत्रे परत्वम् अस्ति यज्ञदत्तस्य दृष्ट्या, तर्हि विपरीतस्थितिः भवति. हा सम्यक् अस्ति. तर्हि दिक्कृतं परत्वम् एवम् आसीत् अस्तु, दिशम् अवलम्ब्य एव भवति परत्वं च अपरत्वम्. अधुना दृष्टवन्तः परिवर्तनं सञ्जायते इति, दिशा दिक् परिवर्तिता चेत् तथा जायते इति. कालस्य विषये किं भगिनि, सन्ध्या भगिनि? तर्हि कालस्य विषये तथा न भवति, कालम् अनुसृत्य यदि कस्मिंश्चित् ज्येष्ठत्वम् अस्ति वा कनिष्ठत्वम् अस्ति तर्हि तत् सर्वदा तथैव तिष्ठति. कालस्य दृष्ट्या तत्र ज्येष्ठत्वं कनिष्ठत्वस्य परिवर्तनं न कर्तुं शक्यते. समीचीनमस्ति. तर्हि ज्येष्ठे सर्वदा परत्वं, कनिष्ठे सर्वदा अपरत्वं, यथा दिशः विषये आसीत् दिशपरिवर्तनं दिक्परिवर्तनं कृत्वा परत्वम् अपरत्वं परिवर्तितं, तथा नास्ति कालकृतपरत्व अपरत्वविषये इति. अस्तु, इति एतावत्पर्यन्तं प्राप्तवन्तः. इतः अग्रे अपि च काष्ठफलकाः अत्र दिगुपादयः भवन्ति इति अवधेयं, यतोहि दिक् तु विभूद्रव्यम् एका एव, विभूद्रव्यस्य मापनं करणीयं कथञ्चित् इति कृत्वा दिगुपादीन् तत्र प्रकल्प्य कथञ्चित् दिशः मापनं क्रियते, तदर्थं काष्ठफलकाः दिगुपादयः भवन्ति. वस्तुतः सर्वाणि मूर्तद्रव्याणि तथा एव भवन्ति, दिगुपादयः भवन्ति इति. अस्तु, इति वार्ता आसीत्. अग्रे गत्वा कालिकपरत्वापरत्वस्य निरूपणं भवति. कोऽपि अस्ति वा नूतनतया मध्ये केनचित् आगतम्? नमस्कारः भगिनि, अजितः. अजितः, अस्तु समीचीनं. तर्हि कालिकपरत्वापरत्वस्य निरूपण प्रसङ्गे किञ्चित् परम्परासम्बन्धविषये पुनः विषयः आयाति इति कृत्वा तस्य पुनरावलोकनं कुर्मः. पञ्चाशीतितमपुटं पश्यन्तु कृपया सर्वे. दृष्टमस्ति वा? पञ्चाशीति असमवेतगुणानां ज्ञानं कथम् इति अस्ति तत्र. राजेन्द्रमहोदय पश्यति वा? अस्तु, तर्हि तस्मिन् पुटे द्वितीयपरिच्छेदं कृपया पठतु. एवं च तथा वा भगिनि? एवं च उपवनात् समागते वाते तादृशे च जले या सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव. परं सा पृथ्वी जलेन संयुक्ताः. पृथ्वीकणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते. पृथ्वीगन्धस्तु समवायेन पृथिव्यां स्थित अपि स्वसमवायिसंयुक्तसम्बन्धेन जले स्थिताः. न स्वप्रत्ययं जनयति. किञ्चित् सारांशरूपेण वदति वा महोदय? आम् अहं प्रयत्नं करोमि. इदानीम् अत्र किम् अस्ति, यथा उपवनात् यथा वयं चलामः, तत्र भ्रमणं कुर्मः, तत्र सुरभिगन्धः अनुभूयते. किन्तु गन्धः अनुभूयते, सा गन्धः तु पृथिव्याः एव गुणः अस्ति. गन्धवती पृथ्वी यथा वयं पूर्वं पठितवन्तः, तत् कारणात् यत्किमपि गन्धः अनुभूयते सा वस्तुतः पृथिव्याः गन्धः एव. जल इदानीं सा पृथ्वी यदा जलेन संयुक्ता अस्ति, तत् पृथ्वी तत् ते पृथ्वीकणाः प्रायशः प्रति अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते, न द्रष्टुं शक्नुमः जले. परन्तु यद्यपि तस्मिन् जले गन्धः अस्ति, सा गन्धः तु पृथ्वी गन्धः एव अस्ति. पृथ्वी अंशान् कारणेन एव गन्धः अस्ति. तत् पृथ्वीगन्धः अस्तु समवायेन सा पृथ्वीगन्धः गन्धः समवायेन पृथिव्यां स्थितो अपि स्वसमवायिसंयुक्तसम्बन्धेन जले स्थितः. गतशनिवासर तथा एव अस्ति अत्र स्थितिः. अधुना किञ्चित् बुद्धम् आम् स्वसमवायि इत्युक्ते पृथ्वीगन्ध, स्व इत्युक्ते पृथ्वी एकनिमिषः. स्व इत्युक्ते किम् इति अधोभागे अस्ति, तर्हि सुनीलमहोदय प्रायः पठति वा? एका टिप्पणी अस्ति अधोभागे. स्वं गन्धः स्वसमवायिनी पृथिवी तत्संयुक्तं जलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवीगन्धः जले प्राप्तः. अत्र स्वं गन्धः इति अस्ति, अत्र स्वसमवायिनी पृथिवी तत्संयुक्तं जलं संयुक्तत्वं जले इति. अत्र परम्परासम्बन्धेन पृथिवीगन्धः जले अस्ति इति. हा, समीचीनम्. तर्हि स्वम् इत्युक्ते गन्धः, गन्धस्य समवायीकारणं किं महोदय? गन्धस्य समवायीकारणं अस्तु. गन्धः गन्धः केन सम्बन्धेन अस्ति पृथिव्याम्? समवायसम्बन्धेन अस्ति. हा, समवायसम्बन्धेन गन्धः अस्ति पृथिव्याम्. अपि च गन्धस्य समवायिकारणं किम्? कारणत्रयं वर्तते खलु, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति. तर्हि यत्किमपि द्रव्यम् अस्ति, द्रव्ये यः कोऽपि गुणः समवायसम्बन्धेन भवति खलु. अतः तद्द्रव्यमेव समवायिकारणं भवति तस्य गुणस्य. अत्र कः गुणः स्वीकृतः अस्ति? अत्र गन्धः इति गुणः पृथिव्याम् अस्ति. अधुना पृथिवी, अत्र उक्तं स्वसमवायिनी पृथिवी इति. अथवा हा, चित्रं पश्यति चेत्, एकं चित्रम् अस्ति खलु तत्र उपरितने भागे, गन्धः, पुष्पं, जलम् इति. गन्धः कस्मिन् अस्ति? पुष्पे अस्ति. हा, पुनः पुष्पं केन सम्बन्धेन जलेन, जले संयुक्तः अस्ति इत्युक्ते संयोगसम्बन्धेन. तर्हि पुष्पं, पुष्पं भवति समवायि. अस्तु, इदानीं वदतु तर्हि गन्ध पुष्पं गन्धः समवायसम्बन्धेन पुष्पे अस्ति, अतः पुष्पं समवायिनी अस्ति. समवायि अस्ति, समवायि. स्वसमवायि. हा, वदतु महोदय. स्वसमवायिनी इति पुष्पम् अस्ति. समवायि इति कीदृशं पदमस्ति इति परिशीलनीयं भवति. प्रायः लक्ष्मी भगिनी साहाय्यं करोति वा? लक्ष्मी भगिनी अस्ति किम्? भगिनी, म्यूट् सद्य. अस्तु, समवायिनी इति यस्मिन् यस्मिन् समवायित्वम् अस्ति स अत्र तत् समवायिनी, ऐ मीन् अत्र पृथ्वी इति स्वसमवायिनी पृथ्वी. न, एक समवायि इति कीदृशं पदम् इति आदौ. अस्तु, गन्धः गन्धः पृथ्व्यां, गन्धः समवायि, समवायसम्बन्धेन गन्धः पृथ्व्याम् अस्ति. अत्र गन्धः गन्धः समवायि एक. अस्तु, प्रायः सरला भगिनी साहाय्यं करोति वा तत्र? समवायि इति पदं कीदृशं पदम्? गन्धस्वं भवति समवायकारेण यत्र आश्रित अस्ति, आधार अधिकरणमस्ति, तत् समवायि भवति. समवायि इति प्रातिपदकं भवति, स्त्रीलिङ्गपदं भवति समवायिनी, अथवा गन्ध तस्य समवायिनी कारणं पृथ्वी अस्ति. गन्ध अत्र पुष्पम् अस्ति, तत् समवायि इति नपुसङ्गशब्दः अस्ति, तत् समवायि भवति. यदि पुल्लिङ्गशब्दः अस्ति, तत् समवायि गुणिन् गुणिन् भवति. हा हा, भवत्या सर्वं समीचीनतया उक्तं, किन्तु मध्ये त्रुटिः आसीत् भवत्याः ध्वनौ. अस्तु, इदानीं स्पष्टमस्ति. अस्तु, तर्हि अन्ततो गत्वा समवायि इति कीदृशपदं, गुणि इति कीदृशपदम् इति वदतु आदौ. गुणि इति पुल्लिङ्गशब्द प्रथमाविभक्ति, गुणेन अस्ति प्रातिकपद, इन् प्रत्ययः अस्ति. हा हा, बहु समीचीनं. तर्हि इनि प्रत्ययः, इनि प्रत्ययः कस्मिन् अर्थे युज्यते भगिनि? इनि प्रत्ययः आधार यदि भवति तत्र इति सुनील महोदय यत्र यस्मिन् अस्ति इति सूचयितुम् हा समीचीनं तर्हि अस्य अस्मिन् वा इत्यस्मिन् अर्थे इनि प्रत्ययः गुणः अस्मिन् अस्ति इति गुणी गुणीपुरुषः इति भवति महिला अस्ति चेत् गुणिनी महिला इति भवति यतोहि महिलायां गुणः अस्ति सा गुणिनी इति भवति अस्तु नपुंसकं पदं नपुंसकलिङ्गविशेषं किमपि चिनोतु तत्र गुणि इति एव भवति तर्हि अत्र समवायी इति कीदृशपदम् इति चेत् समवायः अस्मिन् अथवा अस्य इति कृत्वा समवायी इति पदं सिद्ध्यति लक्ष्मी भगिनी समवायी इदानीं सप्तमी विभक्ति भवति अस्मिन् अस्ति न यथा गुणी गुणी आसीत् यथा यथा गुणी आसीत् तद्वत् समवायी इति पदं भवति नपुंसकलिङ्गे अस्तु हा तर्हि गन्धः के गन्धः तु पुष्पे अस्ति समवायसम्बन्धेन इति जानीमः खलु हा तर्हि समवायः कुत्र अस्ति अधुना समवायद्विनिष्ठ अस्ति गन्धे अपि अस्ति पुष्पे अपि अस्ति गन्धे अपि अस्ति पुष्पे अपि अस्ति समवायः परन्तु समवायी कः भवति अनयोः मध्ये समवायी पुष्पं भवति समवायी पुष्पं भवति किमर्थं किमर्थं गन्धस्य गुण पुष्पे अस्ति गन्धस्य आधार पुष्पम् अस्ति अतः पुष्पं समवायी भवति पुष्पं समवायी भवति इति सत्यं वस्तुतः समवायी इति गन्धः अपि पुष्पम् अपि अस्तु हा गन्धः अपि समवायी पुष्पमपि समवायी यतोहि समवायसम्बन्धः द्विनिष्ठः अस्ति उभयोः अस्ति तर्हि अस्य अस्मिन् वा इत्यस्मिन् अर्थे उभयत्र भवति गन्धे अपि पुष्पे अपि हा परन्तु अत्र न्यायव्यवहारे समवायी इत्युक्ते आश्रयः समवायसम्बन्धेन यस्मिन् वर्तते सः समवायी इति अस्ति इदानीं बुद्धं भगिनि द्विनिष्ठः किन्तु न्यायशास्त्रे यस्मिन् आश्रयः अस्ति तदेव समवायी इति इदानीं हा हा अस्तु समीचीनं भगिनि इदानीं बुद्धं चेत् अधुना चित्रं दृष्ट्वा वक्तुं प्रयत्नं करोति वा किं वक्तुं भगिनि आम् इदानीं राजेन्द्रमहोदयेन किं यत्किमपि पठितमासीत् अस्तु तत्र वात् उपवनात् समागते वाते नाम वायौ अपि च जले सुरभिगन्धः यदा अनुभूयते तदा सः गन्धः वायोः अथवा जलस्य नास्ति गन्धः तु वस्तुतः कस्य लक्षणमस्ति पृथिव्याः एव लक्षणमस्ति गन्धः तर्हि इदानीं गन्धः जले अथवा वायौ अनुभूयते चेत् तत्र वयं ज्ञातुं शक्नुमः यत् पृथिव्याः अंशाः केचन सन्ति इति जले वा वायौ वा अस्तु तर्हि गन्धः यः अनुभूयते सः गन्धः स्वाश्रयसंयोगेन अनुभूयते स्वम् इति गन्धः स्वस्य आश्रयः पृथिवी पृथिवी अपि च जलं तयोः मध्ये कीदृशसम्बन्धः संयोगसम्बन्धः संयोगसम्बन्धः द्रव्ययोः मध्ये संयोगः तर्हि स्वाश्रयः पृथिवी स्वाश्रयस्य संयोगः अस्ति जले तर्हि स्वाश्रयसंयोगेन एव भवति गन्धः भवति चेत् जले हा तद् उक्तं राजेन्द्रमहोदयेन यद् पठितं तस्मिन् वाक्ये उक्तमासीत् पृथ्वीगन्धस्तु समवायेन पृथिव्यां स्थितोऽपि स्वसमवायि संयुक्तत्वसम्बन्धेन जले अस्ति अन्ततो गत्वा अन्ततो गत्वा गन्धः जले अनुभूयते, गन्धः जले अस्ति, परन्तु परम्परासम्बन्धः कल्पनीयः, खलु? हा, इदमेव किञ्चित् गन्धं पुष्पं जलम् इति स्वीकृत्य विवृणोति वा? गन्धः इति स्वं स्वसमवायसम्बन्धेन गन्धः पुष्पे अस्ति, अतः स्वसमवायिकः, स्वसमवायी गन्धः न स्वं, ओके, एकनिमिषं भगिनि, गन्धः स्वम् अस्ति, स्वसमवायसम्बन्धेन गन्धः पुष्पे अस्ति, न समवायसम्बन्धेन स्वम् ईक्वल् टु गन्धः इति स्थापयतु, अस्तु, गन्धस्य स्थाने स्वम् इति स्थापयति चेत्, हा, स्वस्य समवायसम्बन्धेन गन्धः कुत्र अस्ति? स्वस्य समवायसम्बन्धेन गन्धः पुष्पे अस्ति, तथा अस्ति चेत् स्वसमवायी इति पुष्पं, पुष्पः इदानीं संयोगसम्बन्धेन जले अस्ति, अथवा पुष्पस् स्वसमवायी संयुक्तत्वसम्बन्धेन स्वसमवायी संयुक्तत्व संयुक्तत्वम् इति इति धर्मः तदपि द्विनिष्ठः, संयोगसम्बन्धः अपि द्विनिष्ठः, किन्तु कुत्र तत्र संयोगसम्बन्धः स्थापयामः, जले वा पुष्पे वा? अत्र स्वसम्बन्धः जले स्थितः स्वप्रत्ययं जनयति. अस्तु, इदानीं वार्ता का इति चेत् कः जले अस्ति? गन्धः अस्ति जले. हा, गन्धः केन सम्बन्धेन जले अस्ति इति परिशीलनीयम्. ओ, गन्धः, अस्तु, गन्धः केन सम्बन्धेन इत्युक्ते गन्धः स्वसमवायसम्बन्धेन पुष्पे अस्ति, पुष्पः संयोगसम्बन्धेन जलम् अस्ति, सो तत्र परम्परा अत्र पुष्पं जले अस्ति इति अथवा जलं पुष्पे अस्ति इति न वक्तुं शक्नुमः, केवलं पुष्पजलयोः संयोगः इति. स्वसमवायि इति पुष्पं स्वसमवायिसंयुक्तत्वसम्बन्धेन स्वसमवायिसंयुक्तत्वं स्वसमवायिसंयुक्तत्वसम्बन्धं पुष्पजलयोः मध्ये अस्ति, न गन्धजलयोः मध्ये अस्ति. ओ, गन्धजलयोः, संयुक्तत्वम् इति सम्बन्धः तु पुष्पजलयोः मध्ये, द्रव्यं खलु, पुष्पमपि पार्थिवद्रव्यं नाम पृथिवी, जलमपि एकं द्रव्यं, तयोः संयुक्तत्व अथवा संयोगः इति उच्यते. गन्धः पुष्पे, पुष्पं संयोगेन जलेन, जल संयोगेन जले इति न वदामः, पुष्पजलयोः संयोगसम्बन्धः, तर्हि स्वसमवायिसंयुक्तत्वसम्बन्धेन गन्धः जले अस्ति, साक्षात् नास्ति इति वार्ता. बुद्धं भगिनि? हा, तर्हि अधुना सुनिलमहोदय पुनः टिप्पणीं पठित्वा किञ्चित् प्रतिपादयति वा यदवगतम्? अत्र गन्धः जले अस्ति वा इति कीदृशसम्बन्धेन इति प्रश्नः. अत्र गन्धः पुष्पे समवायसम्बन्धेन अस्ति, पुष्पं संयोगसम्बन्धेन जलेन सह संयोगसम्बन्धेन भवति, अतः गन्धः इति स्वं, गन्धः पुष्पे अस्ति इति कारणेन अत्र गन्धः पुष्पे अस्ति. हा, अस्तु, समीचीनं. पुष्पमिति समवायि, पुष्पं संयोगसम्बन्धेन जलेन सह संयोगसम्बन्धेन भवति, अतः अत्र स्वसमवायिसंयुक्तसम्बन्धेन इति अस्ति इति. हा समीचीनम्. अधुना टिप्पणीं पठतु. अथवा स्वं गन्धः स्वसमवायिनी पृथिवी तत् संयुक्तं जलं. तावत्पर्यन्तम् अवगतं वा? स्वं गन्धः स्वसमवायिनी पृथिवी इति उक्तं किमर्थम्? अत्र पुष्पं टिप्पण्यां स्वसमवायिनी इति उक्तं. पृथिवी कीदृशपदं? लिङ्गं किं तस्य? पृथिवी स्त्रीलिङ्गपदं. स्त्रीलिङ्गपदं, हा. तदर्थं किम् उक्तम् अत्र? स्वसमवायिनी पृथिवी इति. हा, पुष्पम् अस्ति चेत् स्वसमवायि पुष्पम्, अथवा वृक्षः अस्ति चेत् स्वसमवायी वृक्षः. अत्र पृथिवी स्त्रीलिङ्गपदम्, अतः स्वसमवायिनी इति. हा, स्वसमवायिनी पृथिवी. अवगतं वा? हा, अस्तु. अग्रे अत्र स्वसमवायिनी पृथिवी तत् संयुक्तं जलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवीगन्धः जले प्राप्तः. अत्र इदानीं गन्धः इति स्वम् इति पुष्पं स्वसमवायि गन्धः स्वसमवायिसंयुक्तसम्बन्धेन जलेन सह, अत्र गन्धः परम्परासम्बन्धेन जले प्राप्तः इति. हा, अस्तु. तर्हि गन्धः जले अस्ति किन्तु साक्षात् न, परम्परागतसम्बन्धेन अस्ति इति. तावदेव वार्ता अस्ति स्वसमवायिसंयुक्तत्वसम्बन्धेन इत्युक्ते. अत्र समवायी इत्युक्ते यः आश्रयः भवति समवायकारणे, समवायसम्बन्धेन यस्मिन् किमपि अस्ति सः आश्रयः समवायी इति उच्यते. तर्हि गन्धः किम् अस्ति? गन्धस्यापि एका विशिष्ट संज्ञा भवति, कोऽपि स्मरयति वा? आश्रितः गन्धः. तर्हि समवेतम् इति स्मरन्ति वा? गन्धः समवेतः, उपरि गमनार्थम्, उपरि आश्रितस्य दिशि गमनार्थं तत्र समवेतः इति पदम् उपयुज्यते. अधोगमनार्थम्, आश्रयं प्रति गमनार्थं समवायि इति उच्यते समवायसम्बन्धस्थले. अतः गन्धः समवेतः. केन सम्बन्धेन समवेतः पुष्पे? समवायेन. अतः पुष्पं स्वसमवायि. पुनः जलं पुष्पसंयुक्तम् इति कृत्वा संयुक्तत्वम् इति धर्मः सम्बन्धरूपेण स्वीकृत्य स्वसमवायिसंयुक्तत्वसम्बन्धेन गन्धः जले अस्ति इति साधयामः. अस्तु, राजेन्द्रमहोदय, बुद्धं वा अधुना किञ्चित्? भगिनि, चिन्तयामि, किञ्चित् तु बुद्धम् एव. तर्हि भवानेव वदतु. अधुना इतोपि एकम् उदाहरणमस्ति खलु, तत्र शीतस्पर्शः, जलं, घटः इति. शीतस्पर्शः समवायसम्बन्धः, जलं संयोगसम्बन्धः, घटः. अत्र शीतस्पर्शः तु गुणः अस्ति, स्वं अस्ति, स्वं समवायसम्बन्धेन स्वसमवायिनी जले, अर्थात् जले जले अस्ति. तत् तत् जलः संयोगसम्बन्धेन घटे घटे वर्तते. एतदपि वक्तव्यं यत् संयोगस्थले अधिकरणता आश्रयता इति वार्ता नास्ति, केवलं जलघटयोः संयोगः इति. तदर्थमेव अत्र उक्तं पृथिवी तत् संयुक्तं जलम्. अस्तु, अस्तु महोदय, वदतु इदानीम्. राजेन्द्रमहोदय, अस्ति वा? आम्, किञ्चित् अपेक्षितं वा इदानीम् अत्र? किं किञ्चित् अधिकम् अपेक्षितं वा? शीतस्पर्शः तु गुणः अस्ति, स्वं शीतस्पर्शः समवायसम्बन्धेन स्वसमवायिनि जले जले संयोगसम्बन्धेन घटे वर्तते। हा समीचीनम्, आहत्य तर्हि स्वसमवायिसंयुक्तत्वसम्बन्धेन घटे अस्ति कः? शीतस्पर्शः। हा अस्तु, इति वार्ता अस्ति। शीतस्पर्शः आहत्य घटे आगतः परम्परागतपरम्परासम्बन्धेन, स च परम्परासम्बन्धः स्वसमवायिसंयुक्तत्वसम्बन्धः इति उच्यते। इति ज्ञात्वा अधुना अग्रे सरेम्बन्धः अस्ति यदा यथा शीतस्पर्शः जलस्य गुणः अस्ति, जले गुणः अस्ति शीतस्पर्शः, तत्कारणात् परम्परासम्बन्धेन जले वर्तते एवं वा? न, जले तु समवायसम्बन्धेन वर्तते खलु, साक्षात् सम्बन्धः अस्ति, परन्तु शीतस्पर्शः घटे अपि अस्ति, साक्षात् नास्ति परम्परासम्बन्धेन। शीतस्पर्शस्य समवायी कः अथवा समवायी किं? जलं। जलं जलघटयोः कः सम्बन्धः? संयोगसम्बन्धः। संयोगसम्बन्धः तावदेव अस्ति। आहत्य शीतस्पर्शः स्वसमवायी समवायसम्बन्धेन वर्तते, अपि च स्वसमवायी घटेन संयुक्तम् अस्ति इति कृत्वा स्वसमवायिसंयुक्तत्वसम्बन्धेन शीतस्पर्शः घटे अस्ति इति। शीतस्पर्शं कथञ्चित् घटे आनयामः कथं? परम्परासम्बन्धं कल्पयित्वा इति वार्ता। अवगतम्? आम् आं भगिनि, इदानीं चिन्तयामि स्पष्टमस्ति। हा तावदेव अस्ति, अन्यानि उदाहरणानि अपि सन्ति तस्मिन्नेव पुटे इति वार्ता। अस्तु, सम्प्रति मूलविषयं प्रति आगच्छामः। अस्माकं विषयः तु आसीत् कालिकपरापरत्वनिरूपणम् इति, तत्र वर्धिनी भगिनी पठति वा? आं भगिनि, इह सोदाहरणं कालिकपरापरत्वनिरूपणम्, इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु न अधिकम् उक्तमिति विषयम् अमुं स्फुटं निरूपयामः। इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु न अधिकम् उक्तमिति विषयम् अमुं स्फुटं निरूपयामः। लोकप्रसिद्धं हि एतावदेव उक्तं यत् रूपादिवत् अस्य कालिकपरत्वापरत्वस्य निरूपणं न सञ्जातम्, एतावता न अधिकम् उक्तमिति अग्रे इतोपि विशदीकृत्वा तत्र उच्यते इति। अस्तु, अग्रे अपि भवती पठतु। लोकप्रसिद्धं हि इदं यत् रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः रामस्य कनिष्ठः इति, इयं ज्येष्ठता एव शास्त्रे परत्वमिति उच्यते, कनिष्ठता च अपरत्वम्। अत्र रामः कुतः ज्येष्ठः इति प्रश्ने पूर्वम् उत्पन्नः इति समाधानं, लक्ष्मणः पश्चात् उत्पन्नः इति हेतोः कनिष्ठः इति समाधानम्। अत्र परत्वम् अपरत्वम् इति वदामः, रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः कनिष्ठः, ज्येष्ठता एव परत्वमिति उच्यते, कनिष्ठता अपरत्वम्। हा इति तु जानीमः, लक्षणवाक्ये अपि तथा आसीत् खलु, लोकप्रसिद्धम् उदाहरणमस्ति रामलक्ष्मणः, सर्वे जानन्ति रामः ज्येष्ठः, तस्य कनिष्ठभ्राता अस्ति लक्ष्मणः, तर्हि कस्मिन् परत्वम् अस्ति भगिनि? रामः रामे परत्वम् अस्ति यतः प्रथमतया जन्म अस्ति, ज्येष्ठः अस्ति. सत्यं. लक्ष्मणः कनिष्ठः, अपरत्वम् अस्ति. सत्यम्. अत्र रामः अग्रे अत्र रामः कुतः ज्येष्ठः, रामः कुतः ज्येष्ठः इति प्रश्ने पूर्वम् उत्पन्नः इति समाधानं. पूर्वं पूर्वं वदतु. जननमस्ति चेत् ज्येष्ठः. सत्यं. लक्ष्मणः पश्चात् उत्पन्नः, तत्कारणात् कनिष्ठः. हा, तावदेव अस्ति. यः पूर्वम् उत्पन्नः ज्येष्ठः तस्मिन् परत्वं, यः अनन्तरम् उत्पन्नः पश्चात् उत्पन्नः तस्मिन् अपरत्वम् इति साधयामः इति. अस्तु, हा, सम्यक् अस्ति. इतः अग्रे गत्वा यथा दिशः विषये उपादयः आसन् तद्वत् अत्र कालस्य विषये उपादयः के भवितुमर्हन्ति, अपि च तदाधारेण कः ज्येष्ठः कः कनिष्ठः इति कथं निर्णीयते? उपाधिभेदेन उपाधि स्थापने. सत्यं, समीचीनम्. इति अग्रिमपरिच्छेदः अस्ति, तस्य विषये इतोपि किञ्चित् अस्ति अत्र. अग्रे अजितमहोदय पठति वा? आं भगिनि. तत्र पूर्वमुत्पन्नं यत् शरीरं तत् आहर्निशं भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्त्वात् तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. कपालस्य स्वसमवायिसमवायित्वसम्बन्धेन घटपरिणामाश्रयत्ववत् कपालस्य स्वसमवायिसमवायित्वसम्बन्धेन घटपरिणामाश्रयत्ववत् परन्तु अत्रत्यः परम्परासम्बन्धः भवति. स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वं कालस्य विभुत्वं सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव. एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च. यथा पूर्वस्मिन् उदाहरणे दृष्टवन्तः रामस्य लक्ष्मणस्य च पूर्वमुत्पन्नं यत् शरीरं पूर्वमुत्पन्नं तद् परत्वं यत् शरीरं अनन्तरम् उत्पन्नं तद् अपरत्वम् इति. हा हा, सत्यं. किन्तु कथं निर्णीयते? यतोहि कालः अपि एकः एव यथा दिग् अस्ति खलु. तदेव अहर्निशं कालस्य मापनम् आवश्यकम् आसीत् अस्ति अत्र. कालम् अवगन्तुं मापनम् आवश्यकं, कथञ्चित् काले किं स्थापनीयं भवति? काले उपाधि. हा, समीचीनम्. उपाधि स्थापनीयं, उपाधयः स्थापनीयाः भवन्ति. तर्हि अग्रे पठतु. अहर्निशं भ्रमतः सूर्यस्य याः क्रियायाः तासां यद्यपि न समवायेन आश्रयः अत्र किञ्चित् परिशीलनम् अपेक्षितमस्ति. अस्तु, सूर्यस्य भ्रमदः अहर्नित्यम् इत्युक्ते दिवरात्रौ, सूर्यस्य भ्रमदः सूर्यस्य भ्रमणं कारणस्य, हा तत्र भ्रमतः इति कस्यां विभक्त्याम् अस्ति? षष्टि. षष्टि कस्य विशेषणम्? सूर्यस्य. सूर्यस्य, हा भ्रमतः सूर्यस्य किम्? भ्रमतः सूर्यस्य याः क्रियाः, भ्रमतः सूर्यस्य याः क्रियाः, अस्तु प्रायः यत् क्रिया सूर्यः करोति भ्रमणेन तत् क्रिया खलु? हा सत्यं, समीचीनं. या क्रिया सूर्ये अस्ति भ्रमणेन, यद्यपि सूर्यः न भ्रमति भूमिः एव भ्रमति, परन्तु ते तथा कल्पयन्ति. काले उपादयः स्थापनीयाः भवन्ति, तर्हि कथञ्चित् ते उपादयः तु क्रियारूपेण एव भवन्ति इति कृत्वा कथञ्चित् क्रिया कुत्रचित् आनेतव्या इति कृत्वा भ्रमतः सूर्ये क्रिया अस्ति. अस्तु, सा क्रिया किम्? सा क्रिया केन सम्बन्धेन सूर्ये अस्ति? समवायेन. तद् गुण यथा पूर्वं दृष्टवन्तः, जले रसम् अथवा पृथिव्यां गन्धः अस्ति, तद् समवायेन एव तादृशम् अत्रापि समवायसम्बन्धे क्रिया क्रियावतोः समवायसम्बन्धः. अस्तु, यद्यपि न समवायन आश्रयः कुत्र तासां, यद्यपि न समवायन आश्रयः कुत्र इत्युक्ते, अस्तु क्रिया सूर्ये सम्बन्धेन भवति, अनन्तरं समवायन आश्रयः न इति किमर्थम्? अस्तु, किञ्चित् रामप्रिया भगिनी साहाय्यं करोति वा तत् अत्र अस्मिन् वाक्ये? आम्, अत्र समवायेन शरीरे नास्ति इति किल. हा समीचीनं, तर्हि वाक्यं किञ्चित् पठतु भगिनी आरम्भतः. तत्र पूर्वम् उत्पन्नं यत् शरीरं तत् तत्तु रामस्य शरीरम्, अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः, सूर्यस्य भ्रमणक्रिया, तासां यद्यपि न समवायेन आश्रयः, तत् शरीरं समवायेन सूर्यस्य भ्रमणक्रियायां न आश्रयः भवति इति. आश्रयः कः अत्र? सूर्य भ्रमतः सूर्यस्य आश्रयः सूर्यः एव. भ्रमतः सूर्यस्य क्रियायाः आश्रयः? क्रियायाः, क्रियायाः आश्रयः सूर्यः. हा क्रियायाः आश्रयः सूर्यः, किन्तु अत्र न समवायेन आश्रयः इति उक्तं, तत्तु कस्य विषये उक्तम्? शरीरस्य विषये, रामस्य शरीर, रामस्य शरीरस्य विषये. हा समीचीनम्, अधुना अवगच्छति वा महोदय, अजितमहोदय? आमाम् अवगच्छामि. आम् तदेव, तत्र रामस्य शरीरे यत् पूर्वम् उत्पन्नं तत् सूर्यस्य क्रियया समवायेन समवाय आश्रयः न भवति. न भवति इति वार्ता न भवति इति वार्ता. क्रिया तु भ्रमतः, तत्र भ्रमतः इति कीदृशपदम् अस्ति, कोऽपि वदति वा प्रायः? सावित्री भगिनी, भ्रमन् इति प्रातिपदिकं, भ्रमत् इति प्रातिपदिकं, भ्रमन् इति प्रथमाविभक्तिरूपं. सत्यं रामप्रिया भगिनी शत्रुप्रत्यय हा शत्रन्त शत्रुप्रत्यय उपयुज्य तत्र शत्रन्तपदमस्ति भ्रमन् सूर्यः षष्ट्यां भ्रमतः सूर्यस्य याः क्रियाः सन्ति ते तु कुत्र अस्ति अजितमहोदय क्रिया सूर्य अस्ति कुत्र नास्ति तत्र शरीरे नास्ति रामस्य शरीरे नास्ति तदेव उक्तम् अत्र पूर्वम् उत्पन्नं शरीरं कस्य रामस्य उपरितने परिच्छेदे रामलक्ष्मणयोः वार्ता सञ्जाता खलु रामः पूर्वम् उत्पन्नः इति तत्र तर्हि पूर्वम् उत्पन्ने रामशरीरे सा क्रिया नास्ति सा क्रिया नास्ति चेत् कथं कालिकदृष्ट्या भेदः स्थापयितुं शक्यते यतोहि वयं जानीमः क्रिया एव अस्ति खलु उपादयः कालस्य तदेव यथा वयं पूर्वं दृष्टवन्तः परम्परा आश्रयः परम्परया आश्रयः इति वक्तुं शक्नोति यथा उदाहरणे अग्रे अग्रे पठतु भगिनी यावत् पर्यन्तं प्रदर्शितवती ततः अग्रे क्रियायाः क्रियायाः समवायिकारणे सूर्ये एव समवायेन सत्त्वात् तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति तत्र यद्यपि पूर्वमुत्पन्नं रामस्य शरीरं सूर्यस्य क्रियया समवायेन न भवति समवायेन आश्रयः नास्ति यद्यपि रामस्य शरीरं क्रियायाः आश्रयः नास्ति तथापि परम्परया आश्रयः भवितुम् अर्हति हा भवितुम् अर्हति अस्तु तर्हि आहत्य एकवारं वदामि तत् पूर्वमुत्पन्नं यत् शरीरं तत् न समवायेन आश्रयः इति तु जानीमः किमर्थं क्रियायाः स्वसमवायीकारणे सूर्ये एव समवायेन सत्त्वात् सत्त्वात् इति कीदृशपञ्चमी अस्ति तत्र सन्ध्या भगिनि सत्यं समीचीनं कारणपञ्चमी अस्ति किमपि कारणमस्ति इति सूचयति तत्र कारणं किम् अस्ति कस्य कारणमस्ति अस्मिन् वाक्ये अस्मिन् वाक्ये सन्ध्या भगिनि सत्त्वात् इति तत्र क्रियायाः सत्त्वं सूर्य अस्ति तर्हि तस्मात् कारणात् इति अर्थः समीचीनं तर्हि तस्मात् कारणात् क्रियायाः स्वसमवायीकारणे क्रियायाः स्वसमवायीकारणं किं सूर्यः तर्हि क्रिया स्वसमवायीकारणे एव वर्तते इति कृत्वा तस्मात् शरीरे न भवति इति हा शरीरे न भवति शरीरे समवायेन न भवति इति कृत्वा तयोः द्वयोः सम्बन्धः शरीरस्य क्रियायाः च परम्परया कल्पनीयः भवति हा समीचीनमस्ति तर्हि शरीरस्य अपि च क्रियायाः सम्बन्धः कल्पनीयः इति अस्ति परम्परया इदानीं तदर्थमेव परम्परासम्बन्धं किञ्चित् परिशीलितवन्तः अग्रिमवाक्यं भगिनी भवती एव किञ्चित् प्रतिपादयति वा कपालस्य स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत् तर्हि अत्र कपालः इति स्वम् अस्ति तस्य समवायिकारणम् अस्ति घटः तर्हि कपालः घटे समवायसम्बन्धेन अस्ति स्वसमवायी अस्ति घटः अनन्तरं तत्र स्वसमवायी समवायित्वम् अस्ति परिमाणं न परिमाणे स्वसमवायि समवायित्वम् अस्ति, यतोहि परिमाणम् अपि घटे समवायिसम्बन्धेन समवायसम्बन्धेन अस्ति. अतः इदानीम् इदानीम् आरम्भे स्वम् इति किम् इति कृपया एकवारं स्वम् अत्र किम् अस्ति? अत्र स्वम् इति कपालः. न, एकवारं वाक्यं पठतु पुनः. कपालस्य स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत्. तर्हि किं स्वम् इत्युक्ते अत्र परिमाणम् इति वा? हा, अस्तु. तर्हि स्वसमवायि, तर्हि स्वम् इति परिमाणं, स्वम् इति कस्य, स्वम् इति कस्य परिमाणं? घटपरिमाणं. घटपरिमाणम्, अस्तु. तर्हि स्वम् इति परिमाणं यदि यदा स्वीकुर्मः तर्हि तदस्ति घटे समवायसम्बन्धेन. अतः स्वसमवायी अस्ति घटः, पुनः घटः एव कपालस्यापि समवायी अस्ति. अतः कपालस्य परिमाण कपालपरिमाणयोः तत्र स्वसमवायी समवायित्वसम्बन्धः अस्ति. तर्हि अत्र अत्र आश्रयत्व आश्रयत्वम् इति तर्हि आश्रयत्ववत् इति परिमाणम् अस्ति इति वा? हा, अधुना कयोः मध्ये परम्परासम्बन्धः स्थापितः? कपालपरिमाणयोः इति. हा, कपालघटपरिमाणयोः मध्ये. कपालघटपरिमाणयोः मध्ये आश्रयः कः भवति? कपालः घटपरिमाणः, घटपरिमाणं द्वयोः मध्ये. अत्र घटपरिमाणपरिमाणाश्रयत्ववत् इति उक्तं, तर्हि घटपरिमाणाश्रयत्वं कुत्र स्थापनीया भवति? घटपरिमाणाश्रयत्वम् इत्युक्ते घटपरिमाणस्य आश्रयः कः इत्युक्ते घटः एव किल? घटः एव. पुनः घटः कुत्र वर्तते? कपाले इति कृत्वा तत्र घटपरिमाणाश्रयः पुनः कपालः इति कृत्वा तत्र घटपरिमाणाश्रयत्वं कपाले इति वा? सत्यं, हा, समीचीनम्. अतः आरम्भे यत् पदमस्ति कपालस्य, कपालस्य किं घटपरिमाणाश्रयत्वं, तद्वत् कपा घटपरिमाणाश्रयत्ववत् इति अस्ति. अस्तु, तर्हि अन्ततो गत्वा घटपरिमाणं कथञ्चित् कपाले आनेतव्यम् इति वार्ता तत्र. तदनुसृत्य भवती यत्किमपि उक्तवती तत् समीचीनमेव. इतोपि एकवारं वदति वा? तर्हि स्वम् इत्युक्ते घटपरिमाणं, अनन्तरं तस्य तर्हि स्वसमवायी अस्ति घटः, अनन्तरं तत्र स्वसमवायी समवायित्वम् अस्ति कपाले. अतः स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते इति. तर्हि कपाले कपाले घटपरिमाणाश्रयत्वं स्वसमवायी समवायित्वसम्बन्धेन अस्ति इति. हा, समीचीनम् इति वार्ता. यथा वयं दृष्टवन्तः गन्धः पृथिव्यां, पुनः पृथिव्याः संयोगः जले इति कृत्वा स्वसमवायिसंयुक्तत्वसम्बन्धः स्थापयित्वा गन्धं जले आनीतवन्तः तत्र तस्मिन् पुटे. तद्वत् अत्रापि घटपरिमाणम् इति उपरि भागे अस्ति. अस्तु, घटपरिमाणम् उपरि, ततः अधः घटः, तस्मात् अपि अधः अस्ति कपालः. घटकपालयोः समवायसम्बन्धः, घटघटपरिमाणयोः समवायसम्बन्धः इति कृत्वा स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति इति आगतम्। सर्वेषाम् अवगमनं जातं वा अस्मिन् विषये, अथवा कोऽपि प्रश्नः अस्ति चेत् कृपया वदन्तु। घटपरिमाणः कपाले परम्परासम् एतादृशरूपेण परम्परासम्बन्धं कल्पनीयम् इति तत् समीचीनं, किन्तु शरीरः किन्तु सूर्यभ्रमणक्रिया शरीरे कथम् इति इत्युक्ते केवलं अत्र शरीरः इति शरीरमिति उदाहरणमस्ति, किन्तु यत् कोऽपि या कोऽपि घटना वा किमपि भवतु तत् तत्सर्वं कालस्य उपाधिः भवति सर्वदा, कथं वा परम्परासम्बन्ध एतादृशपरम्परा। अस्तु, एवम् एवं कुर्मः भगिनि, अग्रे भवती एव पठतु। परन्तु ओ अस्तु, परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्व आश्रय तपनसंयुक्तकालसंयुक्तत्वम्। अस्तु, परन्तु अत्रत्यः अत्रत्यः इत्युक्ते अत्रत्य इत्युक्ते अत्र घटपरिमाणपरम्परासम्बन्धः अपि अस्ति, शरीर क्रिया मध्ये परम्परासम्बन्धः तदपि अस्ति, अत्रत्यः परम्परासम्बन्धः भवति स्व आश्रय तपनसंयुक्तकालसंयुक्तत्वम्। अस्तु, अत्र स्व आश्रय स्व इति किम् अस्ति, अत्र स्व आश्रय तपनसंयुक्त तपनः इति गुणः प्रायः सूर्यः अस्ति। एकनिमिषः, तपन इत्युक्ते एव सूर्यः। ओ अस्तु, तपन इत्युक्ते सूर्यः एव। अस्तु, स्व आश्रय तपन स्व इति क्रियायाः आश्रयः सूर्यः, सूर्यं काले सूर्यः अपि एकः द्रव्यः, कालः द्रव्यः इति कृत्वा सूर्यस्य कालयोः मध्ये संयोगसम्बन्धः स्व आश्रय तपनसंयुक्त कालसंयुक्तत्वम्। एवं वा भगिनि? एवमेव अस्ति। अग्रिमवाक्यमपि पठतु। अस्तु, कालस्य विभुत्वं सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव। अस्तु, कालस्य विभुत्वं अस्तु, कालः विभुद्रव्यं सर्वमूर्तैः सह संयोगः। ओ सर्वा मूर्तद्रव्य कालः इति विभुद्रव्यं मूर्तद्रव्याणि इत्युक्ते यानि द्रव्याणि क्रिया आश्रयन्ति, येषु द्रव्येषु क्रिया अस्ति तानि मूर्तद्रव्याणि। कालः तेभ्यः सह संयोगः मूर्तद्रव्यैः सह संयोगः तन्निरूपणे उक्त एव। अस्तु, संयोगसम्बन्धः कालस्य संयोगसम्बन्धः मूर्तद्रव्यैः सह संयोगसम्बन्धः निरूपणार्थं परम्परासम्बन्धः। अस्तु, परम्परासम्बन्धं परम्परासम्बन्धः कल्प्यते यतोहि सूर्यस्य या क्रिया अस्ति सा क्रिया रामस्य शरीरे तु नास्ति, अपि च रामस्य शरीरस्य कालः कियान् इति अथवा कियत्पर्यन्तं रामस्य शरीरः अस्ति, ज्येष्ठः अथवा कनिष्ठः इति वदामश्चेत् तत्तु कालस्य विषयः। अस्तु, तर्हि कालस्य मापनं तु उपाधिना क्रियते, क्रिया एव उपाधि इति कृत्वा सूर्यस्य या क्रिया अस्ति सा क्रिया रामस्य शरीरे अपि भवतु, परन्तु साक्षात् तु नास्ति इति वयं चर्चितवन्तः. सूर्यस्य क्रिया सूर्ये एव समवायेन, किन्तु कथञ्चित् सा क्रिया आनेतव्या रामस्य शरीरे, अतः परम्परासम्बन्धः आवश्यकः. अधुना परम्परासम्बन्धः कथं सिद्ध्यति इति वार्ता. कालः अपि च किं शरीरं, तयोः कीदृशसम्बन्धः? स्व आश्रय तपनसंयुक्त कालसंयुक्तत्वम् इत्युक्ते कालः सूर्ये समवायसम्बन्धेन सूर्यः आरम्भतः वदतु किञ्चित्. कालः सूर्ये अस्ति वा किं? न भगिनि, कालसूर्योः मध्ये संयोगसम्बन्धः. सूर्यस्य क्रिया सूर्ययोः मध्ये समवायसम्बन्धः. स्व आश्रय तपन संयुक्त कालसंयुक्तत्वम् इत्युक्ते क्रियायाः आश्रयः सूर्यः. सूर्यकालयोः मध्ये संयोगसम्बन्धः. अतः क्रिया एवमपि वक्तुं शक्नुमः, स्वसमवायसंयुक्तत्व एतत् पूर्वं दृष्टं. स्वसमवायसंयुक्तत्व काले अस्ति इति. स्वसमवायि संयुक्तत्वसम्बन्धेन क्रिया काले अस्ति, काले अस्ति इति वार्ता वा अथवा कुत्र अस्ति क्रिया? शरीरे. एकनिमिषं भगिनि, यदि चित्रं अत्र चित्रं रचयितुं शक्यते चेत् उपरि क्रिया भवति, क्रियायाः अतः सूर्यः भवति. सूर्यस्य दक्षिणभागे शरीरः भवति, शरीरं भवति. अतः क्रिया स्वसमवायिसंयुक्तत्वेन शरीरे अस्ति. हा, समीचीनं. तदेव एवमपि उक्तं, स्वम् इति क्रिया, स्वस्य आश्रयः कः? सूर्यः इत्युक्ते तपनः. तपनः अस्तु. हा, स्वाश्रयतपनः. तर्हि स्वाश्रयतपनेन सह संयुक्तः कः? कालः तु विभुद्रव्यं, सर्वमूर्तसंयोगी. तस्य संयोगः सूर्येण सह अपि अस्ति, अपि च रामशरीरेण सह अपि अस्ति. अस्तु. हा, इति अन्तिमवाक्यमस्ति. एकः एव कालः तपनेन सूर्येण सह संयुक्तः, रामशरीरेण च इति. इति कृत्वा स्वाश्रयतपन इत्युक्ते सूर्यः, स्वाश्रयसंयुक्तः कः? स्वाश्रयसंयुक्तः कालः. कालः का कालः कालः शरीरेण अपि संयुक्तः. हा, इति अस्ति. कालः पुनः शरीरेणापि संयुक्तः इति कृत्वा स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति सम्बन्धः अस्ति. कयोः मध्ये? शरीर क्रियाशरीरयोः क्रियाशरीरयोः मध्ये तादृशसम्बन्धः अस्ति इति वार्ता. अत्र कोऽपि प्रश्नः वा कस्यचित्? तर्हि प्रायः कः वदति? राजेन्दर् महोदय किञ्चित् वदति वा यदवगतम्? आं भगिनि, अत्र चर्चा अस्ति पूर्वं तु कपालघट मध्ये कः सम्बन्धः, कीदृशी सम्बन्धः अस्ति, यथा घटपरिमाणं तु घटे समवायसम्बन्धेन सम्बन्धेन सत्यं स्वम् इति घटपरिमाणं, घटपरिमाणं समवायेन घटे, अतः स्वसमवायि ससमवायि सम्बन्धेन घटपरिमाण आश्रितम् अथवा कपालपरिमाणं कपालपरिमाणं घटपरिमाणे आश्रिता अस्ति भवति. अत्र कपालः घटपरिमाणं तयोः मध्ये सम्बन्धः कल्पनीयः. घटपरिमाणं स्वस्य समवायिनी घटे अस्ति, अपि च घटः स्वसमवायी यः अस्ति सः पुनः समवायसम्बन्धेन कपाले अस्ति इति कृत्वा घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले अस्ति इति आगच्छति खलु? तद्वत्. परन्तु अत्र परम्परासम्बन्धः भवति, सौ आश्रितपनसंयुक्तकालसंयुक्तत्वं. परन्तु यथा रामशरीरम् अथवा भ्रमतः सूर्यस्य क्रिया, सूर्यस्य या क्रिया अस्ति तत्र तु परम्परासम्बन्धः भवति, स्वाश्रयतपनसंयुक्त स्वाश्रय तपन इत्युक्ते सूर्यः तपनः स्व अत्र अत्र अस्मिन् स्वाश्रयतपन इत्यस्मिन् स्व इत्युक्ते किम्? इत्युक्ते क्रिया बहु सम्यक्. क्रियायाः आश्रयः तपनः, आश्रयः तपनः, सः संयोगसम्बन्धेन कालेन सह संयुक्ता अस्ति. सः एव कालः रामशरीरेण सह अपि संयुक्तः अस्ति इति कृत्वा क्रियायाः रामशरीरेण सह संयुक्तः अस्ति. हा इति कृत्वा स्व आश्रयतपनसंयुक्तकालः तस्य संयुक्तत्वम् अस्ति रामशरीरे इति आहत्य आगच्छति. पुनः स्व आश्रयतपनसंयुक्तः कालः तद् संयुक्तं रामशरीरं, संयुक्तं रामशरीरं, रामशरीरे धर्मः अस्ति संयुक्तत्वम् इति. कीदृशसंयुक्तत्वं? स्व आश्रयतपनसंयुक्तकालसंयुक्तत्वं. तत् स्वीकृत्य सम्बन्धरूपेण क्रिया अपि च रामशरीरः अनयोः मध्ये सम्बन्धं प्रकल्प्य, परम्परासम्बन्धं प्रकल्प्य क्रियां रामशरीरे आनयामः. तदा एव उपाधिभेदः जायते काले. क्रिया इति रामशरीरे अस्ति उपाधिरूपेण इति कृत्वा तदा एव वक्तुं शक्नुमः यः कोऽपि ज्येष्ठः अपरः कनिष्ठः इति. अस्तु, अत्र स्पष्टमस्ति वा सर्वेषां मनसि? अस्तु तर्हि एकनिमिषम्. अस्तु अस्तु, कथं कालः शरीरेण सह परम्परासम्बन्धं कल्पयितुं शक्यते? तत् समीचीनं, किन्तु ज्येष्ठः कनिष्ठः इति तस्मात् कथं यतोहि प्रायः कालनिरूपणम् आसीत् खलु तस्मिन् सन्दर्भे पश्यति चेत् कालस्य मापनं क्रियते क्रियया. सूर्योदयः एका क्रिया, सूर्यास्तः एका क्रिया. पुनस्मरणत्वेन पठति चेत् सर्वं स्पष्टं भवति, यतोहि क्रिया आवश्यकी एव कालस्य मापनार्थं. तादृशी क्रिया रामशरीरे अपि भवतु इति. अस्तु भगिनि, इदानीं समीचीनम्. अहं केवलं क्रिया एव चिन्तितवती. सूर्योदयम् इति चिन्तयामि चेत् समीचीनम्. आमां समीचीनम्. तत्रापि लिखितमस्ति अहर्निशं भ्रमतः, यथा निरन्तर भ्रमतः सूर्यः अस्ति, तत् कारणात् तत् यः चिरकालतः येन शरीरेण सह संयुक्तः आसीत् सः तु ज्येष्ठः. सत्यं सत्यं, क्रियाम् अनुसृत्य एव मापनरूपेण मापकरूपेण तत्र एकः ज्येष्ठः, यस्मिन् बह्व्यः क्रियाः सन्ति, तादृशसूर्यस्य भ्रमणक्रियाः बह्व्यः सन्ति, सः ज्येष्ठः. यस्मिन् न्यूनाः क्रियाः सः कनिष्ठः इति आगच्छति. तदर्थमेव एतस्य आवश्यकता अस्ति, क्रियायाः रामशरीर आश्रयत्वं कल्पनीयम् इति. क्षम्यतां, रामशरीरस्य क्रिया आश्रयत्वं कल्पनीयम् इति. समीचीनं, सर्वेषां मनसि स्पष्टता अस्ति वा? अजितमहोदय, सुनीलमहोदय, रामप्रिया भगिनी, स्पष्टम्? आं भगिनि. अस्तु अस्तु, तर्हि समीचीनम्. अग्रे सरेम, सावित्री भगिनी अस्ति किम्? सा नास्ति. पुष्पा भगिनी, किं पुटमस्ति भवत्याः सकाशे, 106 वा 107? अस्तु, सा अपि नास्ति इति वदति. सरला भगिनी तर्हि. आं भगिनि, एवं च परम्परासम्बन्धेन स्वं रविक्रिया, स्व आश्रयः रविः, स्व आश्रयसंयुक्तः काल, स्व आश्रयतपन संयुक्तकालसंयुक्तं रामशरीरम्. अतः संयुक्तत्वं रामशरीरे अस्ति इति अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता. अत्र तस्य सम्पूर्णं परिच्छेदस्य अस्ति अपि परम्परासम्बन्धेन रविक्रिया सूर्यक्रिया तस्य आश्रय रवि अस्ति, स्व आश्रय रवि इति सूर्य अस्ति. सूर्यं कालस्य भगिनि भगिनि, किञ्चित् त्रुटितः अस्ति ध्वनिः, कथञ्चित् समीकरोति वा इदानीं? हा, इदानीं स्पष्टम्. ओके, स्व आश्रय सूर्य कालयोः संयोगसम्बन्धः अस्ति, अतः स्व आश्रयसंयुक्तः काल भवति, स्व आश्रयतपन संयुक्तकालसंयुक्त रामशरीरे. पुनः काल रामशरीर तयोः मध्ये संयोगसम्बन्धः अस्ति, स्व आश्रय तपन स्व आश्रय सूर्य संयुक्तकाल संयुक्तत्वं रामशरीरे भवति. एव अतः सूर्यक्रिया परम्परासम्बन्धेन रामशरीरे इति क्रिया अनुसृत्य कालस्य मापनं रामशरीरे आगता. हा, इति अस्ति वार्ता. परम्परासम्बन्धेन स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति. हा, अत्र हा सर्वम् उक्तं भगिन्या इति भाति. अग्रिमचित्रं किञ्चित् परिशील्य समापयामः. सावित्री भगिनी अस्ति किम्? अस्तु, रामप्रिया भगिनी अग्रे. आं भगिनि, इत्थमेव च ताः क्रियाः लक्ष्मणशरीरे अपि सन्ति. त्वं प्रिया, स्व आश्रयः तपनः, तत्संयुक्तः कालः, तत्संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतोः. अत्र किमपि रामशरीरे ये क्रिया अस्ति तदेव लक्ष्मणशरीरे अपि सन्ति ताः क्रियाः एव इति अस्ति. अत्र स्वम् इति क्रिया, स्व आश्रयः इति तपनः सूर्यः, तद् संयुक्त सम्बन्धेन संयोगसम्बन्धेन काले अस्ति, तत् संयुक्तः कालः, संयुक्तत्वं तत् संयुक्तत्वं लक्ष्मणशरीरे वर्तते. समीचीनम् इति यथा परन्तु अत्र चित्रं तु रामशरीरस्य विषये अस्ति एवं पठामि वा हा अग्रे पठतु भगिनि एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः एवमेव वयं द्वयोः रामशरीरयोः रामलक्ष्मणशरीरयोः रविक्रियाः सूर्यस्य भ्रमणक्रिया वयम् आनीताः इति अस्ति अत्र चित्रे अस्ति क्रिया इति स्वं तद् समवायसम्बन्धेन स्वसमवायी तपनः तपनसंयुक्त स्वसमवायी संयुक्तत्वं कालः काल स्वसमवायी संयुक्तत्वं कालः इति उच्यते वा संयुक्तत्वं काले अस्ति इति हा अस्तु तर्हि कालः कः कालस्य संयुक्तत्वं काले अस्ति चेत् कालः इत्यस्य विशेषणं किं स्यात् कालस्य इत्युक्ते संयुक्तः क्षम्यतां संयुक्तः कालः संयुक्तः कालः तत् संयुक्तत्वं रामशरीरे अत्र चित्रे रामशरीरे अस्ति रामशरीरे वा लक्ष्मणशरीरे हा समीचीनमस्ति तर्हि क्रिया अस्ति समवायेन तपने अथवा सूर्ये तर्हि स्वसमवायी तपनः तपननिष्टसंयोगनिरूपितकालः इति उच्यते खलु तपने अपि संयोगः काले अपि संयोगः तेन संयोगेन कालः निर्दिष्टः भवति इति कृत्वा स्व आश्रयसंयुक्तः कालः इति उच्यते यतोहि संयोगसम्बन्धेन कालः निर्दिष्टः कीदृशसंयोगसम्बन्धेन स्व आश्रयसंयुक्तः संयोगसम्बन्धेन काल अपि संयोगविषये संयोगः उभयत्र अस्ति तपने अपि काले अपि इति वार्ता किन्तु तत्र आधाराधेयता अधिकरणता अस्ति वा उभयोः मध्ये किमर्थं तथा द्रव्ययोः मध्ये किं वृत्ति अनियामकधर्मः इति यदा आधारादयभावः स्पष्टं नास्ति इति आधारादयभावः स्पष्टं नास्ति इति कृत्वा तत्र वृत्ति अनियामकसम्बन्धः तर्हि यथा वदामः समवायस्थले तथा न वक्तुं शक्नुमः अत्र अधिकरणता आधेयता निरूपित इति न किन्तु केवलं संयोगसम्बन्धेन निरूपितः भवति कालः अतः क्रिया इति स्वसमवायितपनः स्वसमवायिनिष्टसंयोगनिरूपितकालः इति कृत्वा स्व आश्रयसंयुक्तः कालः पुनः सः एव कालः रामशरीरेण सह अपि संयुक्तः इति कृत्वा रामशरीरम् अपि संयुक्तमस्ति कालेन सह तादृशसंयुक्तत्वं रामशरीरे कीदृशं क्रियाश्रयतपनसंयुक्तकालसंयुक्तत्वम् अथवा स्व आश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति अस्ति रामशरीरे तेन सम्बन्धेन एव क्रिया रामशरीरे अथवा लक्ष्मणशरीरे आगता इति वार्ता अस्ति भगिनि एकः प्रश्नः अस्ति यदि स्व आश्रय संयुक्तकालः संयुक्तत्वं शरीरम् आसीत् तस्य समवायी अपि लिखितुं शक्नुमः स्वसमवायी संयुक्तकालः इति वा भवत्याः प्रश्नः पुलिङ्गशब्द इकारः भवति स्वसमवायी आमाम् अवश्यं वक्तुं शक्यते अत्र तु समवायसम्बन्धेन अस्ति खलु क्रियातपने तर्हि अवश्यं तपनः समवायी अस्ति किन्तु समासे जाते ई इति न भवति स्वसमवायि तपन संयुक्त कालसंयुक्तत्वम् अनेन क्रिया रामशरीरे अस्ति अस्तु अन्य कोऽपि प्रश्नः वा नो चेत् विरमामः अस्तु भगिनि, धन्यवादः. धन्यवादः.